गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरो मम पाहि गुरोः। धन्यवादः भगिनि, धन्यवादः। सर्वेभ्यो नमः। अस्माकं प्रवर्तमानविषयः अस्ति तत् च इति एव इति अव्ययानि। तस्मिन् विषये वयं अभ्यासं तु वर्गद्वये कृतवन्तः, अद्यापि तस्मिन्नेव विषये अभ्यासः भवति, अद्य एव अपि तस्य अभ्यासमपि भवति। अतः तत्र किं कुर्मः, तत्र छ इति विषये अपि इति विषये तत्र गतवर्गे यत् पठितवन्तः अतः तत्र मया एकं करपत्ररूपेण एकं प्रेषितमस्ति, तत् केवलं अतः इतः तत्र कुत्र समीचीनं किमपि लभ्यते तद् स्वीकृत्य अहं तत् तस्य मेलनं कृतवान् तावदेव। अतः तत् प्रथमतया पश्यामः, तत्र च अस्ति चेत् तत्र वयं जानीमः तत्र समूहः भवति इति, अपि अस्ति चेत् तत्र तत्र कीदृशसन्दर्भः भवति इत्युक्ते तत्र रामः खादति कृष्णः अपि इति यदि शृण्मः वयं जानीमः अस्तु रामः खादति कृष्णः अपि खादति इति तादृश अर्थः भवति। केवलम् अपि इति पदस्य तत्र क्रियापदं नास्ति तस्मिन् वाक्ये कृष्णः अपि इति, तत्र किन्तु वयम् अवगच्छामः सः अपि खादति इति, यत् क्रिया रामेण कृतं सा एव क्रिया कृष्णेन अपि कृतम् इति तादृश अवगमनम् अस्माकं भवति। अतः तत्र प्रथमतया च इति विषये तत्र उदाहरणानि पश्यामः, तदनन्तरम् अपि इति विषये अपि किञ्चित् पश्यामः। अस्तु, तत्र करपत्रं सर्वेषां पार्श्वे अस्ति वा? तत्र अस्तु अस्तु तर्हि तत्र शुभा भगिनी आरम्भं करोति वा? तत्र तत्र कालिदासेन रचितम् इति अस्ति प्रथमपुटे। हा, कालिदासेन रचितं नाटकं किं? कालिदासेन रचितं काव्यं किम्? अनेकः पदार्थः पार्श्वद्वये समानः। कालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं, कुमारसम्भवं नाम काव्यं च रचितम्। हा, अत्र च इति उपयुज्य कः समूहः, कं समूहं सूचितमस्ति भगिनि? तत्र च अस्ति चेत् तत्र समूहः भवेत्, कलेक्षन् अथवा ग्रूप् इति। हा, अत्र समूहः कः? अभिज्ञानशाकुन्तलं नाम नाटकं, कुमारसम्भवं नाम काव्यं। समीचीनं भगिनि, समीचीनम्। अत्र च इत्यनेन तत्र नाटकम् अपि तत्र काव्यम् इति अपि तेषां नाम अपि सूचितमस्ति। समीचीनं भगिनि। अग्रे तत्र लक्ष्मी भगिनी अग्रिमवाक्यं तत्र पठति वा? तत्र अस्तु महोदय, कालिदासेन रचितं नाटकं किं, भवभूतिना रचितं नाटकं किम्? कालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं, भवभूतिना उत्तररामचरितं नाम नाटकं च रचितम्। अत्रापि समूहः कः? अभिज्ञानशाकुन्तलं नाम नाटकं, भव उत्तररामचरितं नाम नाटकम्। द्वयमपि तत्र सूचितमस्ति, द्वयमपि सूचितमस्ति। समीचीनं भगिनि, तत्र अस्तु। तत्र प्रथम तत्र अस्तु, एकनिमिषं भगिनि, अन्य कोऽपि पठतु। तत्र मधुसूदन महोदय तृतीयवाक्यं तत्र पठति वा? आं महोदय, कालिदासेन भवभूतिभ्यां न न न तत्र ओ अस्तु अस्तु हा हा हा ओ क्षम्यता अस्तु अस्तु लक्ष्मी भगिनी अतः भवती पृष्टवती अस्तु भगिनि पठतु भगिनि। कालिदास भवभूतिभ्यां क्रमेण अभिज्ञानशाकुन्तलं उत्तररामचरितम् इति नामके नाटके रचिते. हा, तत्र च इति नास्ति खलु? किन्तु च इति नास्ति तत्र. हा, किन्तु साधारणरूपं च इति अस्ति. सः एव अस्माकं विषयः. अस्तु, हा, धन्यवादः भगिनी. इदानीं मधुसूदन भगिनी, मधुसूदन महोदय, अन्तिमम्. महोदय, कालिदासेन रचितं काव्यं किं? भवभूतिना रचितं नाटकं किम्? कालिदासेन कुमारसम्भवं नाम काव्यं, भवभूतिना उत्तर रामचरितं नाम नाटकं च रचितम्. हा, तावदेव. तत्र अधोभागे यदस्ति तद् त्यजामः. हा, इदानीं तत्र केवलम् उदाहरणानि इति स्वीकृतानि अत्र. तत्र वयं किम् अस्माकं चिन्तनं किं? तत्र च इत्युक्ते समूहः अस्ति इति. अपि तत्र यदि वयं प्रश्नद्वयस्य एकेन वाक्येन उत्तरं दातुम् इच्छामः तस्मिन् समये च इति उपयोगे तस्य उपयोगः भवति खलु? सः एव अत्र प्रश्नद्वयमस्ति, उत्तरं तु एकमेव वाक्येन दत्तमस्ति. द्वितीय तत्रापि कालिदेशेन रचितं नाटकं किं, भवभूतिना रचितं नाटकं किं, तत्रापि एकेन एव वाक्येन उत्तरं दत्तमस्ति. तत्र प्रथम उदाहरणे तत्र कालिदासः इति समानः अस्ति. कालिदासः प्रथमप्रश्ने, द्वितीयप्रश्ने कालिदासेन रचितं नाटकं, कालिदासेन रचितं काव्यं, तत्र कालिदासः इति समानः अस्ति. द्वितीयसन्दर्भे कः अंशः समानः? तत्र कालिदासेन रचितं नाटकं किं, भवभूतिना रचितं नाटकं किम्? अत्र नाटकं. हा, द्वितीय उदाहरणे नाटकम् इति समानः अस्ति. तृतीयसन्दर्भे तत्र किं? रचितम्. अत्र तत्र किम् इत्युक्ते तत्र कर्तृपदं वा कर्मपदं वा क्रियापदं वा तत्र अथवा क्रियासूचकं, यदि तद् एकं समानमस्ति चेत् तत्र एकेन वाक्येन वयं प्रश्नद्वयस्य उत्तरं दातुं शक्नुमः इति. तावदेव तत्र विषयः. अतः चकारस्य उपयोगः अत्रापि भवति. यदा वयं प्रश्नद्वयस्य उत्तरं दातुम् इच्छामः तत्रापि च इति उपयुज्य उत्तरं दातुं शक्नुमः इति. अतः केवलम् उदाहरणरीत्या एतत् स्वीकृतम् अस्ति. इदानीं तत्र, हा महोदय, अत्र तु च इति अव्ययपदं पदक्रम किञ्चित् प्रधान नाम महोदय. आमामां, सत्यं सत्यं भगिनि, च इति अव्ययं तत्र वाक्यं महोदय. कालिदासेन कुमारसम्भवं नाम काव्यं, भवभूतिना उत्तररामचरितं नाम नाटकं रचितं च, तदपि रचितमेव समानेव रचितं च, तत्तु साधूनां महोदय. किं किं किं भगिनि? यदि वयं रचितं च इति वदामः अन्तिमं, न न तत्र, अतः तत्र रचितम् इति समानमस्ति. तत्र च किं सूचयति? भवभूतिना उत्तररामचरितं नाम नाटकम् अपि काव्यं, काव्यमपि नाटकं, तदेव सः एव समूहः. समूहस्य अन्ते चकारः भवेत्. तत्र केवलं काव्यं नाटकम् अस्ति समूहः, किन्तु कीदृशकाव्यम् इति तत्र तस्य वर्णनं दीर्घः अस्ति. अपि कीदृशनाटकम् अपि तस्य वर्णनमपि दीर्घः अस्ति. तावदेव. किन्तु अग्रे पश्यामः तत्र च अपि एव इति विषये नियमाः के, तत्र उदाहरणानि अपि दृष्ट्वा तत्र पश्यामः. तत्र च अपि एव तयोः तत्र प्रयोगे नियमाः सन्ति. अपि वाक्ये तेषां स्थानं तस्य महत्वम् अपि अस्ति, यत्र अपि स्थापयामः अथवा यत्र एव स्थापयामः तत्र अर्थभेदः अपि अर्थभेदः भवति इति तदपि पश्यामः. गतवर्गे अपि किञ्चित् दृष्टवन्तः, अद्य अपि तस्य तदेव पुनः पश्यामः. एतत् जनार्दन हेग्डे महोदयेन रचितं पुस्तकात् स्वीकृतमस्ति एतत्. अतः तत्र नरेश महोदय, तत्र आचार्यः विजयः, आचार्यः विजयः तत्र अस्तु. नरेश महोदय अपि अन्य कोऽपि तत्र, शोभा भगिनी पठितुम् इच्छति वा? नरेश महोदय, शोभा भगिनी. आं महोदय. अस्तु, श्वस्तनस्य वार्षिकोत्सवस्य निमित्तं सर्वविधसन्नाहाः अपि कृताः ननु. विजय, भवान् वदतु कः कः किं किं कार्यं करोति इति. शङ्करः, विशारदः, श्रीपादः च वैदिकालङ्कारं कुर्वन्ति. अमरः, गणपतिः, नन्दनः च आसनव्यवस्थां पश्यन्ति. मण्डपालङ्कारं के कुर्वन्ति? रमाकान्तः, तत्सहकारिणः च कुर्वन्ति. दीपालङ्कारं के कुर्वन्ति? रमाकान्तादयः एव दीपालङ्कारम् अपि कुर्वन्ति. मुख्यातिथिं कः आनयति? मुकुन्दः मुख्यातिथिम् आनयति, सः एव मुख्यातिथेः प्रेषणव्यवस्थाम् अपि करोति. अध्यक्षं कः आनयति? अध्यक्षः स्वयम् एव आगमिष्यति. तस्य पत्नी अपि कार्यक्रमे उपस्थिता भवति ननु, अतः तस्याः निमित्तम् अपि वेदिकायाम् आसन्दः कल्पनीयः. हा, धन्यवादः. हा, अस्तु. तत्र किं किं पश्यामः, तत्र अपि अस्ति, च अस्ति, एव अस्ति. तत्र तत्र प्रथमवारम् अपि यत्र भवति तत्र निमित्तं श्वस्तनस्य वार्षिकोत्सवस्य निमित्तं सर्वविधसन्नाहः अपि कृताः ननु इति. तत्र अपि इति पदस्य अर्थः कः, कोऽपि वदति वा? तत्र अपि पूर्वम् अपि पदस्य पूर्वं सर्वविधसन्नाहाः इति दत्तमस्ति महोदय. तत् सम्बन्धे अपि इति भवति तत्र इति वा? हा, तत्र सर्वमपि कृतं वा इति, केवलं केचन सन्नाहः न, सर्वविधं सन्नाहः. सन्नाहः इत्युक्ते प्रिपरेशन् इति. आम्, सिद्धता, सर्वं सिद्धं वा इति रूपेण, सर्वं सिद्धं वा इति, सर्वविधसन्नाहः अपि कृताः ननु इति. तत्र केचन सन्नाहः कृताः प्रायशः, किन्तु सर्वविधसन्नाहः अपि कृताः ननु इति. अत्र किं चिन्तनम्, अपि इत्युक्ते तत्र सर्व इति पदस्य पदेन अन्वयः वा अथवा किम्? सर्व इति पदस्य अन्वयम् एव इत्युक्ते तत्र केवलं सन्नाहः कृताः, केचन सन्नाहः कृताः एव, किन्तु सर्वे कृताः वा इति प्रश्नः इति मन्ये खलु तत्र. आम् महोदय, खलु. तत्र पूर्वं किमपि नास्ति, पूर्ववाक्यं नास्ति, केवलम् अत्र तत्र एम्फसिस् तत् सर्वम्, एव्रिथिङ्ग् इस् डन् नो इति अर्थे, तत्र सर्वमपि कृताः ननु इति. अतः तत्र तदपि तादृश अर्थः अपि इति पदस्य भवति. अग्रे तत्र च प्रथमवारं यत्र आगच्छति तत्र समूहः कः? विजयः वदति च इति, शङ्करः विशारदः श्रीपादः, तत्र सः समूहः. अग्रिमवाक्ये अमरः गणपतिः नन्दनः च. अस्तु अस्तु, हा इदानीं तत्र हा अस्तु, तत्र च इति पुनः रमाकान्तः तत् सहकारिणः, तत्र सहकारिणः इति बहुवचने अस्ति, तत् सहकारी रमाकान्तस्य सहकारी इति एकवचने, तत्र सहकारिणः इति बहुवचनरूपम् अस्ति, अतः तत्र समूहः बहुवचनम् अत्र च इति ते कुर्वन्ति इति अस्ति. रमा तत्र समूहः अस्ति रमाकान्तः अपि तत् सहकारिणः इति. इदानीं दीपालङ्कारं के कुर्वन्ति इति प्रश्ने रमाकान्तादयः एव दीपालङ्कारम् अपि कुर्वन्ति. अत्र एव अपि इति पदस्य कः अर्थः? तत्र वंशीसुधा भगिनि किं चिन्तनं? नमस्ते महोदय. नमस्कारः भगिनि. रमाकान्तादयः एव इत्युक्ते सः एव कुर्वन्ति दीपालङ्कारं करोति दीपालङ्कारं महोदय. अतः तत्र अन्यदपि सः अपि अन्यदपि आदयः इत्युक्ते तस्य सहकारिणः सर्वे मिलित्वा ते एव अन्ये इत्युक्ते रमाकान्त अपि आदयः विहाय अन्ये कोऽपि न कुर्वन्ति, ते एव रमाकान्त यत्र पूर्वमुक्तं रमाकान्तः तत्सहकारिणः मण्डपालङ्कारं ये कुर्वन्ति. मण्डपालङ्कारम् अपि ते एव कुर्वन्ति, तत् तदर्थे अस्ति वा महोदय? मण्डपालङ्कारं ते कुर्वन्ति, ते एव दीपालङ्कारमपि कुर्वन्ति. तत्र अपि इति पदेन किं अभवत्? तत्र मण्डपालङ्कारं ते कुर्वन्ति, दीपालङ्कारम् अपि ते कुर्वन्ति, अतः अपि इति पदस्य योजनं किमर्थम् इति अवगच्छामः. एव इत्युक्ते तत्र प्रदर्शयामः, तत्र ओ दे ओन्ली आर् गोयिङ्ग् टु डु इति. अन्ये कोऽपि न कुर्वन्ति रमाकान्तादय अपि तस्य सहकारिणः, ते एव अत्रापि दीपालङ्कारं कुर्वन्ति, अन्यस्य विषयः मास्तु इति. पुनः तत्र मुख्य अतिथिं कः आनयति? अत्र किम् अस्ति? मुकुन्दः मुख्य अतिथिम् आनयति, सः एव मुख्य अतिथेः प्रेषणव्यवस्थामपि करोति, सः एव द्वयमपि करोति, अतः तत्र आनयति अपि प्रेषणव्यवस्थामपि सः एव करोति. तत्र अग्रे तत्र अध्यक्षः कः, अध्यक्षं कः आनयति? अध्यक्षः स्वयमेव आगमिष्यति. तत्र एव इति पदस्य किं भवति? सः एव केवलं तत्र सः स्वयम् आगमिष्यति. तस्य आनयनार्थं कापि व्यवस्था न आवश्यकी इति. समीचीनम्. तदनन्तरं तस्य पत्नी अपि कार्यक्रमे उपस्थिता भवति ननु, अतः अध्यक्षः कार्यक्रमे उपस्थितः भवति, तस्य पत्नी अपि कार्यक्रमे उपस्थिता भवति, अतः तस्याः निमित्तम् अपि वेदिकायाम् आसन्दः कल्पनीयः. तत्रापि किमर्थम् इत्युक्ते तत्र आसन्दः अन्येषां कृते अपि तस्याः कृते अध्यक्षनिमित्तमपि आसन्दः कल्पनीयः अस्ति. इदानीं तस्य पत्न्याः निमित्तमपि वेदिकायाम् आसन्दः कल्पनीयः अस्ति इति. अस्तु, इदानीं तत्र सम्भाषणम् यदस्ति तत्र प्रायशः केचन अंशाः अवगताः, किन्तु जनार्दन हेग्डे महोदय सरलरूपेण सर्वं उत्तमरीत्या उत्तमशैल्या वदति. अग्रे पश्यामः तत्र च इत्युक्ते किम्, अपि इत्युक्ते किम् इति तत्सर्वम् अग्रे पश्यामः. अस्तु, इदानीं तत्र अग्रे पूर्णेन्द्रमहोदय अग्रे पठति वा च इति विषये विशेषः इति यदस्ति. रामः कृष्णः गोविन्दः च गच्छन्ति. रामं कृष्णं गोविन्दं च भवान् आह्वयतु. बालकाः लेखन्या अङ्कन्या च लिखन्ति. अग्रजाय अनुजाय जनकाय च भवती पानीयं ददातु. कार्यक्रमार्थं नगरात् ग्रामात् च जनाः आगताः. तावत्पर्यन्तं महोदय. अस्तु, इदानीं तत्र ललिता भगिनी, तत्र प्रथमवाक्ये वाक्ये कः समूहः? रामः कृष्णः गोविन्दः इति समूहः. हा, वदतु महोदय. ध्वनि अस्ति वा? निरन्तरध्वनि. न महोदय, मम अस्तु, अहम् एतत् करोमि, अहं म्यूट् करोमि. ये वदन्ति ते अन्म्यूट् कृत्वा वदन्तु. समीचीनं वा? तत् कुर्मः वा? आं महोदय. अस्तु, इदानीं म्यूट् करोमि. तत्र अन्म्यूट् कृत्वा वदन्तु. इदानीं ललिता भगिनी अग्रे भवती वदतु. हा, ललिता भगिनी, इदानीं द्वितीयवाक्ये समूहः कः? बालकाः लेखन्या. द्वितीयवाक्ये. रामं कृष्णं गोविन्दं च भवान् आह्वयतु. तत्र समूहः कः? गोविन्दं ग्रूप् च इति च अस्ति चेत् तत्र समूहः सूचितः. अस्तु, च अस्ति चेत् समूहः तत्र अस्ति खलु. इत्युक्ते तत्र यदि चकारः च इति वाक्ये भवति चेत् तस्य पूर्वं कोऽपि समूहः भवति, ग्रूप् भवति खलु. न न, भवान् इति न. अस्तु, अन्यत् कोऽपि पृच्छामः. शुभा भगिनी, तत्र समूहः कः अत्र? शुभा भगिनी, समूह इस् आफ्टर् रामकृष्ण गोविन्द आफ्टर्. न, एकनिमिष अत्र. शुभा भगिनी न श्रूयते. महोदय, अहं चिन्तितवती शुभा भगिनी इति मां पृच्छति वा? न, शुभा भगिनी एव पृष्टवान्, किन्तु न श्रूयते. भवती वदतु भगिनी, शुभा भगिनी वदतु. तत्र रामं कृष्णं गोविन्दम् इति समूहः. अतः तत्र भेदः कः भगिनि? तत्र प्रथमवाक्यस्य समूहः, द्वितीयवाक्यस्य समूहः, तयोः भेदः कः? प्रथमवाक्ये सर्वे पदानि प्रथमविभक्तौ सन्ति. द्वितीयवाक्ये द्वितीयविभक्तौ सन्ति. सः एव भेदः. तत्र समूहस्य नियमः कः? तत्र च अस्ति चेत् यत्र समूहः तत्र समूहः भवति, किन्तु तेषां समानविभक्त्यन्तं भवेत् इति नियमः. अपि तत्र सर्वासु विभक्तिषु समूहः भवितुम् अर्हति इति इदानीं प्रदर्शनीयम् अस्ति. अतः तत्र प्रथमविभक्तौ समूहः भवेत्, द्वितीयविभक्तौ अपि समूहः भवेत् इति. इदानीं गीताञ्जलि भगिनी, तृतीय अपि चतुर्थवाक्यं तत्र वाक्ये समूहः कः? तृतीय बालकाः लेखन्या अङ्कन्या च लिखन्ति. अत्र तु समूहः सदस्य त्रीणि महोदय, बालकाः, लेखन्याः, अङ्कन्याः. एकं किन्तु तत्र वाक्यस्य अर्थः कः? न भगिनि, वाक्यस्य अर्थः कः? लिखन्ति इति क्रियापदम् अस्ति, के लिखन्ति अथवा काः लिखन्ति? अस्तु, अत्र तु बालकाः लिखन्ति, लेखन्या अपि च अङ्कन्या च, स समूह पदद्वयम् एव. हा, पदद्वयम् एव समूहे अस्ति. समीचीनं वा भगिनी? अङ्कन्या इत्युक्ते तृतीयविभक्ति रूपम् अस्ति. तत्र सदस्यानां तत्र सदस्यद्वयमस्ति, किन्तु तत्र विभक्तिरूपं विभक्त्यन्तम् अस्ति तृतीयविभक्त्यन्तं, तृतीयविभक्तिसमूहः. तत्र बालकाः लिखन्ति, लेखन्या लिखन्ति, अङ्कन्या लिखन्ति, बालकाः, लेखन्या, अङ्कन्या च लिखन्ति इति खलु. इदानीं चतुर्थवाक्ये, चतुर्थ अग्रजाय अनुजाय जनकाय च भवती पाणिनीयं ददातु. अत्र समूहः सन्ति अग्रजाय पदम्, अग्रजाय, अनुजाय, जनकाय, सर्वे चतुर्थि एकवचनविभक्ति सन्ति तत्र. एकवचने इति तस्य महत्वं नास्ति, किन्तु विभक्तिरूपं समानं भवेत्, विभक्तिरूपं समानं भवेत् अत्र. तदनन्तरं अग्रजाय, अनुजाय, जनकाय च इति तत्र, अतः समूहस्य चतुर्थीविभक्त्यन्तमपि भवितुम् अर्हति इति एतत् उदाहरणं प्रदर्शयति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे, इदानीं शुभा भगिनी इदानीं वक्तुं शक्नोति वा? पूर्वं न अस्माकं न श्रुतम्. इदानीं श्रूयते भगिनि, इदानीं श्रूयते. इदानीं तत्र पञ्चम श्रूयते भगिनि. इदानीं तत्र पञ्चमवाक्यं कार्यक्रमार्थम् इति. भगिनि तत्र श्रूयते पुनः न श्रूयते? नगरात् ग्रामात् इति समूहः, पञ्चमे विभक्त्यन्त समूहः अत्र. अस्तु अग्रे, तत्र अग्रिमवाक्ये हरीशस्य, हिरेन्द्रस्य, तस्य च गृहम् एतस्मिन् मार्गे अस्ति. अस्मिन् वाक्ये शस्य, वीरेन्द्रस्य, अमरस्य समूहः इति अस्ति. अपि तेषां समूहस्य अनन्तरमेव च इति अस्ति, तदनन्तरं गृहम् अस्ति. अतः तत्र हरीशस्य गृहं, वीरेन्द्रस्य गृहम्, अमरस्य गृहं, गृहं समानम् अस्ति. अतः तत्र हरीशस्य, वीरेन्द्रस्य, अमरस्य च गृहम् एतस्मिन् मार्गे अस्ति इति. अत्र चकारः समूहस्य अन्ते एव भवति तत्र. अत्र हरीशस्य गृहम् इति नास्ति, किन्तु हरीशः, वीरेन्द्रः, अमरः, तेषां गृहम् इति, तस्य गृहम्, एतस्य गृहम्, अमरस्य गृहम् इति तत्र च इति अस्ति, तदनन्तरं गृहम् इति अस्ति. अतः तत्र समूहः अस्ति हरीशः, वीरेन्द्रः, अमरः, किन्तु ते समूहे सर्वं षष्टिविभक्त्यन्तम् अस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे, श्रीप्रिया भगिनी नमस्कारः. उषा भगिनी अन्तिमवाक्यं पठति वा? चिन्ता मास्तु भगिनी. उषा भगिनी अन्तिमवाक्यं पठति वा? गृहे, मार्गे, विद्यालये च भवन्तः संस्कृतेन सम्भाषणं कुर्वन्तु. गृहे, मार्गे, विद्यालये सप्तमविभक्ति अस्ति महोदय. समूह अस्ति गृहे, मार्गे, विद्यालये च भवन्तः संस्कृतेन सम्भाषणं कुर्वन्तु. संस्कृतेन एव सम्भाषणं कुर्वन्तु. तत्र एव इति नास्ति, किन्तु प्रायशः तदपि समीचीनमेव. तत्र किं, तत्र समानं किम् अस्ति, भवन्तः संस्कृतेन सम्भाषणं कुर्वन्तु. कुत्र? गृहे कुर्वन्तु, मार्गे कुर्वन्तु, विद्यालये कुर्वन्तु. अतः गृहे, मार्गे, विद्यालये च भवन्तः संस्कृतेन सम्भाषणं कुर्वन्तु. अतः तत्र च यत्र आगच्छति, वयं तत्र समूहः कः इति तस्य निर्णयः भवेत् अर्थ अवगमनार्थम्. अपि समानं कोऽपि अंशः अस्ति अत्र, तदपि तस्य ज्ञानमपि भवेत्, तावदेव. अस्तु, अग्रे भगिनि, तत्र शक्नुमः महोदय. किं भगिनि? समूहस्य अन्ते, अन्ते एव भवति. इदानीम् इदानीं तत्र तत् सः नियमः अग्रे आगच्छति भगिनि, अग्रे आगच्छति. इदानीं पश्यामः. इदानीं तत्र आ इति यत्र अस्ति तद् पठतु भगिनि. चकारस्य अर्थः समुच्चयः इति. प्रथमवाक्ये रामः, कृष्णः, गोविन्दः च इत्यत्र कर्तृपदानां समुच्चयः उक्तः अस्ति. द्वितीये वाक्ये रामं, कृष्णं, गोविन्दं च इत्यत्र कर्मपदानां समुच्चयः उक्तः अस्ति. एवम् एव अग्रिमेषु अपि वाक्येषु ज्ञातव्यम्. अत्र समुच्चयः इत्युक्ते समूहः, समुच्चयः, मिलित्वा किमपि तत्र सदस्याः सन्ति इति. तत्र प्रथमे वाक्ये कर्तृपदानां समूहः, द्वितीये वाक्ये कर्मपदानां समूहः. तादृश तत्र सर्वासु विभक्तिषु कर्तुं शक्नुमः इति अत्र प्रदर्शितमस्ति, खलु? सर्वासु विभक्तिषु च उपयोगं कर्तुं शक्नुमः, शक्नुमः. सत्यं भगिनि, इति एषः एव अत्र विषयः. अस्तु, अग्रे महोदय, यदि तेषां वाक्यानां महोदय च न लिखितवन्तः, अस्तु, रामः, कृष्णः, गोविन्दः गच्छन्ति, तत्तु साधु न? रामः, कृष्णः, गोविन्दः च नो, रामः, कृष्णः, गोविन्दः गच्छन्ति, तत्तु साधु न महोदय? तदपि साधु भगिनि, किन्तु तत्र च इति तत्र समूहः अस्ति इति तत्र तत् अवगतं, किन्तु नो चेत् तत्र न तत्र प्रायशः चकारस्य अवगमनं तत्र चकारस्य आवश्यकता अस्ति भगिनि. किमर्थं चेत् तत्र गच्छन्ति इति अस्ति, क्रियापदं बहुवचने अस्ति. यदि रामः गच्छन्ति, कृष्णः गच्छन्ति इति वदामश्चेत्, किन्तु तत्र च इति नास्ति चेत् तत्र समूहः नास्ति. किमर्थं तत्र बहुवचने क्रियापदम् अस्ति इति तादृश भ्रमात्मकं रूपमपि भवेत्. अतः च इति अस्ति चेत् तत्र समूहः अस्ति इति सूचयति तत्. अवश्यकमेव, आवश्यकम् इति मन्ये. अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा, तत्र इ इति चकारः अन्ते योजनीयः. कन्नडभाषायाम्, आङ्ग्लभाषायां, हिन्दीभाषायां च मध्ये योजयन्ति. अतः रामः, कृष्णः, अतः रामः, कृष्णः, गोविन्दः च गच्छन्ति. शुद्धं रामः, कृष्णः, गोविन्दः गच्छन्ति अशुद्धम्. तत्र चकारः आङ्ग्लभाषायाम् अथवा तत्र मध्ये स्थापयामः, तादृशः प्रयोगः संस्कृते न करणीयम्, न करणीयः तादृशप्रयोगः. तत् अशुद्धम् एव वाक्यमेव भवति इति. अग्रे अपि पठतु भगिनि, तत्र अपि इति. अपि रामः अपि फलं खादति, अन्ये कृष्णादयः खादन्ति, तदा रामः अपि खादन्ति इत्यर्थ. खादति इति, खादति इति अर्थः. तत्र इदानीं इदानीं तत्र अपि इति विषये, च इति विषये पुनः केचन अंशः आगच्छन्ति, किन्तु इदानीं समाप्तम्. इदानीम् अपि इति विषये, तत्र रामः अपि, आल्सो इति जानीमः, किन्तु अपि इति प्रयोगः जानीमः, किन्तु तस्य स्थानं, स्थानस्य महत्त्वम् इदानीं प्रदर्शितमस्ति अत्र. रामः अपि फलं खादति इत्युक्ते किं भगिनी वदतु भवती यत् वाक्यम्? अन्ये कृष्ण अन्ये उदाहरणरूपेण किमपि वदतु. उदाहरणरूपेण किमपि वदतु. रामः अपि खादति. हा तत्र कृष्णः खादति, सीता खादति, रामः अपि फलं खादति इति तादृश अर्थः वक्तुम् इच्छामः खलु अत्र. समीचीनं भगिनी. हा इदानीं तत्र नरेश महोदय. हा नरेश महोदय अग्रे. नरेश महोदय अस्तु न श्रूयते. तत्र अन्म्यूट् करणीयमस्ति महोदय, नो चेत् न श्रूयते. हा अस्तु लक्ष्मी भगिनी भवती एव पठतु. अस्तु महोदय. रामः फलम् अपि खादति. रामः अन्यानि खादति, तेन सह फलमपि खादति इत्यर्थः. अत्र अपि इति अनेन किं भवति? रामः अन्यफलानि खादति तेन सह. अन्यफलानि इति न अन्यफलानि. अन्य रामः खाद्यः अन्यत् किमपि खादति. तेन सह फलमपि खादति. हा तत् अन्यानि खादति, इदानीं फलमपि सः खादति. अतः तत्र अपि इति रामः अपि फलं खादति, रामः फलमपि खादति, तत्र अर्थभेदः अस्ति खलु? हा इदानीं तत्र रामः फलं तृतीयवाक्यं. रामः फलं खादति अपि. रामः फलं पश्यति, ददाति, सङ्गृह्णाति च, तथैव खादति अपि इत्यर्थः. हा अत्र किं भवति? इदानीम् अपि इति प्रयोगेन किं भवति? रामः खादति अपि, सः अन्यकार्यमपि करोति. हा तत्र रामः फलं पश्यति, ददाति, सङ्गृह्णाति. फलं पश्यति, फलं ददाति, फलं सङ्गृह्णाति, फलं खादति अपि. हा खादति अपि हा इति. धन्यवादः भगिनी. इदानीं तत्र तादृशवाक्यः तत्र पश्यामः. तत्र श्रीनिवासमहोदय. श्रीनिवासमहोदय अस्ति वा? अन्म्यूट् करणीयमस्ति महोदय. अस्तु वंशीसुधा भगिनी. हलो महोदय. श्रीनिवास महोदय. हा इदानीम् अन्म्यूटेड् अस्ति. अस्तु महोदय. हा तत्र यदि एतादृशवाक्यस्य तत्र रामः अपि फलं खादति, रामः फलमपि खादति, रामः फलं खादति अपि, तत्र भेदः कः इति किञ्चित् वदति वा महोदय? रामः फलं खादति अपि. तत्र रामः अपि फलं खादति, तत्र अर्थः कः इति एकवारम्? रामः अन्यकार्यमपि करोति अथवा फलमपि खादति. न प्रथमवाक्यं तत्र करपत्रम् अस्ति खलु महोदय भवतः पार्श्वे? तत्र प्रथमवाक्यं रामः अपि फलं खादति. रामः अपि फलं खादति. रामः अथवा अन्यपि फलं खादति. तत्र रामः अपि फलं खादति इति तस्य वाक्यस्य अपि रामः फलमपि खादति, तत्र भेदः कः? रामः अपि फलं खादति इत्युक्ते रामः रामेण सह कश्चन अपि खादति. हा तत्र अन्येपि खादन्ति. हा तत्र कृष्णः वा, सुरेशः वा, शीला वा, अन्ये अपि खादन्ति, फलं खादन्ति. एषः रामः अपि फलं खादति. रामः अपि खादति खादति. अतः तत्र अपि इत्युक्ते रामः विहाय अन्ये अपि एतत् क्रियां कृतवन्तः खलु. फलं खादति इति क्रिया अस्ति, तत् क्रियां केवलं रामः न कृतवान्, तत् अन्ये अपि एतत् कृतवन्तः. अन्ये अपि फलं खादति, सः अपि खादति, सा अपि खादति, एषा अपि खादति, इदानीं रामः अपि फलं खादति इति. इदानीं तत्र द्वितीयवाक्ये रामः फलम् अपि खादति, तत्र रामः फलमपि खादति अपि च किमपि अन्यदपि खादति. हा, अतः तत्र किमस्ति, रामः खादति, रामः किमपि खादति, तदनन्तरं फलमपि खादति खलु. अतः तत्र अपि इति पदं यत्र भवति तस्य पूर्वस्य पदस्य तत्र प्रभावः अस्ति. अपि इति पदस्य प्रभावः इत्युक्ते तस्य एफेक्ट् कुत्र अस्ति इत्युक्ते तस्य पूर्वपदे. अत्र फलम् इति पदे तत्र केवलं तद् न, अन्यत् अपि अस्ति इति. अत्र प्रथमवाक्ये केवलं रामः न, अन्यः अथवा अन्यापि अस्ति. इदानीं फलं केवलं फलं न, अन्यत् अपि खादति इति. इदानीं तृतीये वाक्ये किं भवति? तृतीये वाक्ये रामः फलं खादति अपि. रामः फलं खादति अथवा किमपि कार्यम्. इदानीम् अपि इति पदस्य पूर्वं किं पदम् अस्ति? खादति. खादति हा, क्रियापदं. क्रियापदं प्रथमे वाक्ये राम अपि इति तस्य पूर्वपदं कर्तृपदं कर्तृपदम् आसीत्. अतः तत्र वयं जानीमः अपि इति योजनेन अन्ये कर्ताः अपि सन्ति इति. द्वितीये वाक्ये तत्र अपि इति पूर्वं फलम् इति अस्ति. फलं वाक्ये कीदृशपदं? कर्मफलम्. अतः वयं जानीमः सा एव क्रिया, किन्तु तत्र अन्यत् कर्मपदमपि भवति इति. अतः तत्र केवलं फलं न खादति, अन्यत् खादति, तदनन्तरं फलमपि खादति इति. इदानीं क्रियापदम् अत्र पूर्वमस्ति. अपि इति पदस्य पूर्वं क्रियापदम् अस्ति. अतः जानीमः केवलं सा क्रिया न, किन्तु अन्या क्रिया अपि तत्र भवति इति. अतः रामः फलं पश्यति वा, रामः फलं ददाति वा, रामः फलं सङ्गृह्णाति इति एता अनेकानि अन्यानि क्रियाणि सन्ति. तदनन्तरम् अन्याः क्रियाः अपि सन्ति. तदनन्तरं रामः फलं खादति अपि. अतः तत्र रामः फलं पश्यति, रामः फलं ददाति, रामः फलं सङ्गृह्णाति, तत्र क्रियाः सन्ति तत्र. तद्विहाय इदानीं रामः फलं खादति अपि इति भवति. अस्तु, अत्र तादृशवाक्य अन्यत् उदाहरणं स्वीकुर्मः. तत्र यदि वयं वदामः तत्र श्रीप्रिया भगिनी, तत्र रमेशः अपि संस्कृतं पठति, अर्थः कः तत्र? अन्ये अपि पठन्ति, रमेशः अपि पठति. रमेशः अपि पठति. इदानीं तत्र इदानीं तत्र रमेशः अपि संस्कृतं पठति. तत्र रमेशः संस्कृतम् अपि पठति इति अस्ति चेत् अन्या भाषाम् अपि पठति, संस्कृतम् अपि पठति. हा, इदानीं रमेशः संस्कृतं पठति अपि, सः संस्कृतं लिखति, पठति, पठति, पाठयति, सः पठति अपि इति. अतः तत्र क्रियायाः अन्या क्रिया अपि तत्र भवति इति. अस्तु, समीचीनं वा, सर्वे अवगतवन्तः वा तत्र अपि इति पदस्य महत्त्वम् अस्ति वाक्ये इति? हा, अस्तु. इदानीम् अग्रे गच्छामः. तत्र एतावत् कः न पठितवान् अथवा पठितवती? श्रीनिवास महोदय. हा महोदय, एव इति पठतु महोदय. एव रामः एव फलं खादति, कृष्णः गोविन्दः वा फलं न खादति इत्यर्थः. रामः केवलं रामः एव फलं खादति इति अर्थः महोदय. हा तत्र केवलम् इति अर्थे, अत्र एव इति तत् किं भवति, रामः केवलं रामः फलं खादति, अन्ये न खादति, अन्य कोऽपि न खादति इत्यर्थः. समीचीनं महोदय. हा अतः एव इति पदस्य प्रभावः रामपदे अस्ति इदानीं. हा अग्रिमे वाक्ये रामः फलम् एव खादति, रामः किमपि न खादति, केवलं फलमेव खादति, केवलं फलमेव खादति. हा अन्नं रोटिकां वा रामः न खादति इत्यर्थः. रामः फलं खादति एव, रामः न पश्यति, न ददाति, अपि तु न खादति एव इति अर्थः. रामः किमपि अन्यत् कार्यं न करोति, केवलं खादति एव, केवलं खादति इति. हा यत्र तत्र अपि अस्ति चेत् वयं जानीमः तत्र अन्यत् किमपि अस्ति इति, कर्तृपदं वा कर्मपदं वा क्रिया वा. इदानीम् एव इति पदस्य पदेन वयं किं वक्तुम् इच्छामः, तत्र केवलं तद् एव अस्ति, केवलं सः एव कर्ता अथवा तदेव कर्तृपदम् अथवा सा एव क्रिया, अन्या क्रिया नास्ति, केवलम् इत्यर्थे तत्र एव इति प्रयोगः भवति अत्र अस्मिन् वाक्ये. हा एतादृश उदाहरणम् अन्य कोऽपि वक्तुम् इच्छति वा, तत्र नरेश् महोदय एव इति उपयुज्य एतादृशवाक्यत्रयं. नरेश् महोदय म्यूट् मध्ये अस्ति महोदय, तत्र स्टार् सिक्स् नोदयतु. हा ललिता भगिनी वा, हा वदतु भगिनि. हा एव उपयुज्य एतादृशवाक्यत्रयं वदतु भगिनि. हा अरुणा एव संस्कृतं पठति, अरुणा एव संस्कृतं पठति. हा तत्र इदानीं केवलम् अरुणा एव संस्कृतं, अरुणा एव संस्कृतं पठति, अरुणा एव न पठति. हा अन्य कोऽपि न पठति, अरुणा एव संस्कृतं पठति. अस्तु. हा अरुणा संस्कृतं संस्कृतमेव पठति. हा अत्र अर्थः कः, अरुणा संस्कृतं विना कोऽपि न, विना विना न विना इति विना न विना न ओके ओके विहाय विहाय विहाय संस्कृतं विहाय कोऽपि न अन्यत् अन्यत् किमपि अन्यत् किमपि न पठति न पठति. हा इदानीं तृतीयवाक्यम् अरुणा संस्कृतं पठति एव. हा इत्युक्ते अन्यत् किमपि कार्यं स न करोति, न लिखति, खादति, किमपि न करोति, संस्कृतं पठति एव इति. तत् एकम् अस्ति. हा तत् एकः अर्थः अस्ति. इदानीं तत्र तत्र एव इति पदस्य अर्थद्वयम् अस्ति. अत्र एकं प्रदर्शितम् अस्ति, एव इति केवलम् इति अर्थे, अन्य कोऽपि नास्ति, अन्यत् किमपि कर्मपदं नास्ति, अन्या कापि क्रिया नास्ति इति. अन्यदस्ति, सः एव कृतवान्. तत्र वयं दृष्टवन्तः तत्र महत्त्वं दर्शयितुं, ओ पश्यतु सः एव, ही ओन्ली डिड् दाट् इति, तत्र एम्फसिस् इत्यर्थे अपि भवति. तत्र अहं संस्कृतं पठामि एव इति तत्र किं तत्र एम्फसिस् अपि भवितुम् अर्हति वा, तत्र ऐ विल् रीड् संस्कृतं फार् श्योर् इति तादृशार्थः अपि भवितुम् अर्हति इति मन्ये खलु. तत्र तद् न करोमि इति तादृशपरिस्थितिः न भवति, अहं तत् करोमि एव. तत्र निश्चयेन इति अर्थे अपि निश्चयेन इति अर्थे अपि तत्र एव इति प्रयोगः भवति इति मन्ये. अस्तु अग्रे पश्यामः. इदानीं तत्र तत्र द्वितीयवाक्ये भवान् विहाय इति उक्तवान्, तत्र विना किमर्थं न उपयोगं कुर्मः महोदय? संस्कृतं विना इति न, यदि रामः फलम् एव खादति, फलं विना किमपि न खादति, फलेन विना फलं विना, विहाय विना न विहाय उपयोगं करोतु भवान् उक्तवान्, किमर्थं विना न उपयोगं कुर्मः महोदय? अस्तु भगिनि, इदानीं अस्तु समीचीनप्रश्न. अस्तु भगिनि, इदानीं पश्यामः. रामः फलं विना किमपि न खादति, फलं विहाय किमपि न खादति. आम्, द्वयोः भेदः कः महोदय? फलं विना इत्युक्ते किमपि न खादति इत्युक्ते, अस्तु सः किं रोटिकां खादति चेत् तत्र फलम् आवश्यकम् अस्ति. फलं विना सः किमपि न खादति. रोटिका अस्ति, फलमपि आवश्यकं, नो चेत् सः रोटिकां न खादति. हा, किन्तु फलं विहाय इत्युक्ते अदर् देन् इति अर्थे. अस्तु महोदय, समीचीनं वा? तत्र विहाय विहाय अपि विना तत्र विहाय एव तत्र समीचीनम् इति मन्ये. आम् महोदय, विना न उपयोगं कुर्मः. हा, तत्र विना इति तत्र अस्तु. अस्तु, इदानीं तत्र च इत्यस्य विषये तत्र अभ्यासः अस्ति, तत्र सुलभ अभ्यासः एव, तत् कुर्मः. तदनन्तरम् अन्तिमपुटे तत्र च इति विषये किञ्चित् अस्ति, तत्र अभ्यासं सारल्यमेव अस्ति. इदानीं तत्र मधुसूदन महोदय वदतु भगिनि. अहं चिन्तयामि नरेश महोदयेन अन्म्यूट् कर्तुं न शक्नोति वा? अस्तु, इदानीम् अतः इदानीम् अत्र मेसेज् प्रेषितवान् महोदय. हा, इति वा? अस्तु, धन्यवादः. हा, इदानीं श्रूयते महोदय, क्षम्यतां. हा, तत्र स्टार् सिक्स् इति तत् करोति चेत् अन्म्यूट् भवति इति अस्ति, तद् सम्यक्तया न अभवत् वा महोदय? अस्तु महोदय, अस्तु महोदय. हा, चिन्ता मास्तु, इदानीं श्रूयते महोदय, इदानीं श्रूयते. अस्तु, हा, अस्तु, तर्हि हा, शोभा भगिनी धन्यवादः. हा, अस्तु, नरेश महोदय, भवान् एव इदानीं तत्र वदतु, पठतु महोदय. तत्र अभ्यासः इति अस्ति, तत्र एव इति विषये सर्वं कृतवन्तः, इदानीं तत्र अभ्यासः च इति विषये, सुलभ अभ्यासः एव तत्र. पेज् फोर्, पेज् फोर् मध्ये महोदय, तत्र अभ्यासः 66 पेज् मध्ये अस्ति, अधः लघूनि वाक्यानि सन्ति इति. लघूनि वाक्यानि सन्ति, चकारं प्रयुज्य तानि एकवाक्यवाक्यत्वेन लिखत. विष्णुः गच्छति, श्रीधर गच्छति, श्रीशः गच्छति, विष्णुः श्रीधरः श्रीशः च गच्छन्ति. सीता पठति, सीता पठति, गीता पठति, लता पठति, सीता गीता लता च पठन्ति. हा, इति तावदेव समीचीनं. हा, सुलभ अभ्यासः, किन्तु सर्वे कुर्वन्तु इति आशयेन तद् स्वीकृतमस्ति. इदानीं पूर्णेन्दु महोदय अग्रे. बालकाः क्रीडन्ति, बालिकाः क्रीडन्ति, तरुणाः क्रीडन्ति. बालकाः, बालिकाः, तरुणाः च क्रीडन्ति. हा, इति समीचीनं महोदय. अस्तु, अग्रे एकनिमिषः. अहं पठामि अग्रे तत्र. अहं महोदय वदतु महोदय वदतु महोदय करोतु. अहं फलं खादामि, मधुरं खादामि, रोटिकां खादामि. अहं फलं मधुरं रोटिकामपि खादामि. च खादामि च इति तत्र इदानीं तत्र अस्मिन् एव वाक्ये तत्र च उपयुज्य एकं वाक्यं वदतु, तदनन्तरम् अपि उपयुज्य वाक्यमपि वदतु. तत्र कीदृशं भवति अत्र? अहं जलं पिबामि. न न न अत्र एव अहं फलं मधुरं च खादामि. इदानीं अहम् अहं फलं च मधुरं च खादामि. फलं मधुरं च खादामि. इदानीं रोटिकाम् अपि खादामि इति तादृश प्रयोगः भवति खलु. अत्र इदानीं तत्र भेदः अस्ति महोदय, तत्र प्रथमे द्वितीये वाक्ये अपि इदानीं वाक्ये तत्र भेदः कः, समूहस्य भेदः कः अत्र? अहं फलं खादामि, मधुरं. अत्र समूहः कः? अत्र फलं मधुरं अपि रोटिकां. तत्र कीदृशपदं वाक्ये, वाक्ये कीदृशपदमस्ति, कर्तृपदं वा क्रियापदं वा कर्मपदम्? कर्मपदं. पूर्वे कर्तृपदम् आसीत्, इदानीं कर्मपदम् अस्ति. समीचीनम्. अस्तु अग्रे. अहं फलं खादामि. न न न इदानीं तत्र लेखनी कोशे चिन्तयामि. तृतीय वाक्यमिति लेखनी कोशे अस्ति, स्यूते अस्ति, कपाटिकायाम् अस्ति. लेखनी कोशे कोशे स्यूते कपाटिकायां च सन्ति. अस्ति अस्ति लेखनी अस्ति. तत्र लेखनी अस्ति, लेखनी इति कर्तृपदम्, अतः अस्ति. मध्ये समूहः अस्ति, किन्तु समूहः प्रथमविभक्तो नास्ति, सप्तविभक्त्याम् अस्ति. अतः लेखनी कोशे स्यूते कपाटिकायां च अस्ति. अतः तत्र लेखनी तत्र केवलम् एका लेखनी इति न, किन्तु लेखनी अत्र सर्वत्र भवति अस्ति इति वदामः. अस्तु समीचीनम्. अग्रे उषा भगिनी. आं महोदय. ते सन्तोषेण क्रीडन्ति, उत्साहेन क्रीडन्ति, श्रद्धया क्रीडन्ति. सन्तोषेण उत्साहेन तृतीयविभक्ति, श्रद्धया चतुर्थीविभक्ति अस्ति. श्रद्धया तृतीयविभक्ति एव अस्ति. तत्र प्रातिपदिकं किम्? प्रथमविभक्तिरूपं किम् अस्ति तत्र? श्रद्धया रमा लैक् श्रद्धा. श्रद्धा आकारान्तस्त्रीलिङ्गपदम्. इदानीं तत्र सन्तोषेण सन्तोषेण उत्साहेन श्रद्धया क्रीडन्ति. न न च इति आवश्यकं खलु. च क्रीडन्ति. अत्र समूहस्य अन्ते च भवेत् इति. समीचीनं भगिनि. अग्रे. बान्धवाः मैसूरुतः आगताः, मद्रासतः आगताः, देहलीतः आगताः. पञ्चमे विभक्त्याम् अस्ति. मैसूरुतः, मद्रासतः, देहलीतः. बान्धवाः मैसूरुतः, मद्रासतः, देहलीतः च आगताः. समीचीनं भगिनि. अस्तु अग्रे गीतांजलि भगिनी अग्रे पठति वा? आं महोदय. भवान् तस्य कार्यं करोतु, मम कार्यं करोतु, एतस्य कार्यं करोतु. भवान् तस्य, मम, एतस्य च कार्यं करोतु. हा समीचीनं भगिनि. हा तत्र कार्यं करोति इति समानमस्ति, तस्य पूर्वं समूहः अस्ति, तत्र तस्य मम एतस्य इति. समीचीनं भगिनि. अग्रे सर्वे षष्टिविभक्ति समूहे सर्वं षष्टिविभक्त्यन्तं. समीचीनं भगिनि. हा अग्रे. अहं राधायै फलं दत्तवती, तस्यै फलं दत्तवती, एतस्यै फलं दत्तवती. अहं राधायै तस्यै एतस्यै फलं दत्तवती. च च च च च च च फलं दत्तवती. समीचीनं. तत्र समूहः अस्ति, अपि समानकार्यम् अस्ति, फलं दत्तवती इति. समीचीनं. इदानीं अत्र तु चतुर्थी राधायै तस्यै एतस्य चतुर्थी. हा धनमस्ति दत्तवती इति चतुर्थी विभक्ति. समीचीनं भगिनि. अस्तु इदानीम् अग्रे गच्छामः. तत्र शुभा भगिनी पठति वा तत्र? आं महोदय. उदाहरणानुसारं वाक्यानि रचयत. रामः गच्छति, कृष्णः गच्छति. रामः गच्छति, कृष्णः अपि गच्छति. तत्र पूर्वं कोऽपि गच्छति, इदानीं कृष्णः गच्छति, अतः कृष्णः अपि गच्छति. तावदेव. बालकाः क्रीडन्ति, बालिकाः क्रीडन्ति. बालकाः क्रीडन्ति, बालिकाः अपि क्रीडन्ति. क्रीडन्ति इति. समीचीनं भगिनि. अग्रे. अहम् इतिहासं पठामि, विज्ञानं पठामि. अतः अहम् इतिहासं पठामि, विज्ञानम् अपि पठामि. तावदेव. धन्यवादः. समीचीनं भगिनि. श्रीप्रिया भगिनी अग्रे. महोदय, अत्र यदि वयं अहम् इतिहासं पठामि, विज्ञानम् अपि, तत् साधु महोदय. केवलं तत्र पठामि इति योजनं तस्य आवश्यकता नास्ति, किन्तु अवगच्छामः तत्र पूर्णवाक्यं किं भवेत् इति अवगच्छामः. सत्यं भगिनि. किन्तु पूर्णवाक्यं भवत् वाक्यस्य रूपं किं, तत्र कर्तृपदं भवेत्, क्रियापदं भवेत्, सर्वं भवेत् खलु वाक्ये. किन्तु सत्यमेव, तत्र मूलविषयः अस्ति तत्र विज्ञानमपि इति, तावदेव मूलविषयः. तदनन्तरं विज्ञानमपि अस्ति चेत् वयं जानीमः तत्र पठामि इति भवति, अहम् इति कर्तृपदं भवति इति. सत्यं. किन्तु विज्ञानमपि इति वाक्यं पूर्ववाक्ये अवलम्बेन करोति. तत्र साधारणतया तत्र लोके एषः एव प्रयोगः भवति खलु, विज्ञानमपि इति एव भवति. किन्तु अतः पूर्णवाक्यस्य आवश्यकता नास्ति, किन्तु अत्र पूर्णवाक्यं लिखामः तावदेव. किन्तु अर्थसमानः एव भवति. सत्यं भगिनि, भवत्या उक्तं सत्यमेव. अस्तु अग्रे श्रीप्रिया भगिनि. सः द्विचक्रिकया गच्छति, लूनायानेन गच्छति. सः लूनायानेन अपि गच्छति. इति. अग्रे. भवती अग्रजाय पत्रं लिखतु, भगिन्यै पत्रं लिखतु. भवती भगिन्यै अपि पत्रं लिखतु इति द्वितीयवाक्यं भवति. समीचीनं भगिनि. अतः तत्र अपि इति अस्ति चेत् तत् तादृशं भवति. समीचीनं भगिनि. अस्तु तत्र अत्र सर्वत्र अपि इति मध्ये एव स्थापयामः तत्र. तत्र स्थानस्य परिवर्तनं न करणीयम् इति इति जानीमः अत्र. अस्तु इदानीं तत्र एतावत् यदि कोऽपि न पठितवान् अथवा पठितवती कृपया वदतु. तत्र अथवा पठितुम् इच्छति चेत् वदतु. अस्तु भगिनि. शोभा भगिनी पठतु भगिनि. भवान् प्रकोष्ठे दीपं ज्वालयतु, पाकशालायां दीपं ज्वालयतु. भवान् पाकशालायाम् अपि दीपं ज्वालयतु. पाकशालायामपि दीपं ज्वालयतु. समीचीनम्. अग्रे. सः कुटुम्बस्य पोषणं करोतु, समाजस्य पोषणं करोतु. सः कुटुम्बस्य पोषणं करोतु, समाजस्य अपि पोषणं करोतु. समाजस्य अपि पोषणं करोतु. समीचीनं भगिनि. तत्र एव अपि भवितव्यं खलु. तत्र समाजस्य पोषणम् अपि करोतु इति अस्ति चेत् तत्र दोषः भवति. अन्य अर्थः भवति. दोषः इत्युक्ते यत् यः अर्थः वयम् अस्माभिः इष्टः अत्र, तत् सः अर्थः न अत्र न भवति इति. समानार्थः न भवति. न भवति, सत्यं भगिनि. हा, समीचीनं. हा, अत्र समाजस्य अपि पोषणं करोतु, सः एव समीचीनम्. अस्तु अस्तु, अग्रे अन्य कोऽपि तत्र. अस्तु, तत्र कः उक्तवती, लक्ष्मी भगिनी वा? अस्तु, लक्ष्मी भगिनी भवती पठतु, तदनन्तरं श्रीनिवास महोदय अग्रे पठतु महोदय. सः पठनं जानाति, सम्भाषणं जानाति. सः पठनं जानाति, सम्भाषणम् अपि जानाति. भवती एतं न वदतु, तं न वदतु. भवती एतं न वदतु, तम् अपि न वदतु. हा, तम् अपि न वदतु, समीचीनं भगिनि. तत्र तम् अपि, तत्र एतं तम् इति, अतः तत्र तम् अपि न वदतु, समीचीनं, न वदतु, समीचीनम्. अस्तु, इदानीं तत्र एतत् सम्यक्तया दृश्यते न वा इति न जानामि. तत्र अग्रिमे अभ्यासः तत्र पुटद्वये अस्ति, तत्र क्लेशः भवति न वा इति मम चिन्तनम् अस्ति. किं चिन्तयन्ति? तत्र दृश्यते वा? अस्तु अस्तु, अतः अस्तु, अतः तत्र अस्तु, तत्र श्रीनिवास महोदय अग्रे पठति वा तत्र? महोदय, अभ्यासः. आविभागे एव कारयुक्तानि वाक्यानि सन्ति. आविभागे अर्थविवरणयुक्तानि वाक्यानि सन्ति. आविभागे स्थितेषु आवरणेषु आविभागस्य योगस्य वाक्यस्य सङ्ख्यां लिखत. अतः तत्र अविभागे कानिचन वाक्यानि दत्तानि सन्ति, आविभागे अपि तादृश दत्तानि सन्ति, किन्तु एकस्य वाक्यस्य अर्थः प्रथमवाक्यस्य अर्थः आविभागे प्रथमवाक्यस्य अर्थ समानार्थकवाक्यम् आविभागे प्रथमवाक्यं न भवति, अन्यत् वाक्यमपि भवितुम् अर्हति. अतः तत्र सः एव गतवान् इति. श्रीनिवास महोदय, तत्र समानार्थकवाक्यम् आविभागे किं वाक्यम् अस्ति? सः एव गतवान्. अन्यः गृहे न आसीत्. सः एव गतवान्. अग्रे अपि अस्ति महोदय, अग्रे अपि महोदय, अग्रे अस्ति, अग्रिमपुटे अपि अस्ति महोदय. तत्र तत्र दश दशवाक्यानि सन्ति. अन्यः न गतवान्. अन्यः एव गतवान. सः एव गतवान्, अन्यः न गतवान्. हा, इदानीं द्वितीयवाक्यं. राममेव आह्वय, अन्यं न आह्वय. चतुर्थ, अन्यः न, हा, अन्यं न आह्वय. समीचीनं, समीचीनं. तृतीयमपि करोतु महोदय. तृतीय, सः गृहमेव गतवान्. सः अन्यत्र न गतवान्. हा, सः गृहमेव गतवान्, केवलं गृहं गतवान्, अन्यत्र सः न गतवान्, सः न गतवान् इति. अस्तु, हा, इदानीं तत्र मिलित्वा कुर्मः, नो चेत् तत्र. हा, इदानीं चतुर्थवाक्यं. रामं भोजनार्थम् सर्वे वदन्तु. तत्र वाक्यस्य समानार्थकवाक्यं किम् अस्ति आविभागे? कस्यचित् निमित्तं न आह्वय. समीचीनम्. अन्यस्य कस्यचित् निमित्तं न आह्वय. हा, रामम् एव आह्वय इति. अस्तु, भोजनार्थं, भोजनार्थम् एव. हा, अन्यस्य कस्यचित् निमित्तं सः एव. समीचीनं वा? भोजनार्थम् एव. हा, अन्यत् किमपि तत्र नास्ति, केवलं भोजनमेव. किमपि अन्य कार्यस्य कृते न, केवलं तस्य अन्यस्य कस्यचित् निमित्तं न आह्वयात्, अन्यत् किमपि कारणं न भवेत्, केवलं भोजनार्थम् एव इति. हा, सीता एव फलं खादितवती, अन्य काचित् न खादितवती. सीता एव फलं खादितवती अत्र, तत्र अस्तु. अन्या तत्र कुत्र अस्ति तद् वाक्यम्? अन्या काचित् न खादितवती, द्वितीयवाक्यं. हा अस्तु, पूर्वपृष्ठे अस्तु. भवान्, हा समीचीनम्, इदानीं भवान् एव गृहे गृहे आसीत्, अन्य गृहे न आसीत्, अन्यकोऽपि गृहे न आसीत् इति, अन्यः गृहे न आसीत् तृतीयवाक्यमिति. समीचीनं वा? भवान् एव गृहे आसीत्, अन्यः गृहे न आसीत्, केवलं भवान् एव आसीत् इति. हा, सीता फलम् एव खादितवती, सीता अन्यत् तत्र किमपि न खादितवती. समीचीनं. भवान् गृहे एव आसीत्, भवान् अन्यत्र न अत्र न आसीत्. हा अस्तु, समीचीनं. सीता फलं खादितवती एव, सीता फलं न दृष्टवती, हा स्वीकृतवती, सब खादितवती एव. हा, एतत् पुस्तकं रामस्य एव, पुस्तकं गोविन्दस्य अन्यस्य वा न? न, हा, रामस्य एव, तस्य एव, अन्यस्य कस्यापि न एतत् पुस्तकम्. अस्तु, समीचीनम्. इदानीम् अन्तिमभागः तत्र च इति विषये, इदानीं तत्र एतत् पश्यामः. तत्र इदानीन्तः तत्र एतावत् सर्वे पठितवन्तः इति मन्ये. यदि कोऽपि पठितुम् इच्छति चेत् तत्र सम्भाषणमपि अस्ति. कः कर्तुम् इच्छति, कः अथवा का? अहं पठामि वा महोदय. अस्तु, उषा भगिनी, गीताञ्जलि भगिनी, अस्तु. शिष्यः चकारप्रयोगः. शिष्यः श्रीमन् रामः कृष्णः च गच्छतः इत्येव उक्तव्यम्. क्षम्यतां भगिनि, कुत्र पठितवान्? भगिनि, करपत्रे अन्तिमपुटे, भगिनि अन्तिमपुटे. श्रीमन् रामः कृष्णः च गच्छतः इत्येव वक्तव्यम्. अतः अतः एव उत उत उत उत उत आर् आर् इति उत उत रामः कृष्णः च गच्छति इति वक्तुम् अपि शक्यम्. हा, एतत् वर्गद्वयात् पूर्वम् अहम् उक्तवान्, तत्र एतादृशप्रयोगः वयं कर्तुं शक्नुमः. रामः कृष्णः रमेशः च गच्छन्ति, अथवा रामः कृष्णः रमेशः च गच्छति इति तादृशप्रयोगं कर्तुं शक्नुमः इति उक्तवान्. अतः अत्र तत्र समाधानं भवति इति मन्ये. पश्यामः. हा, इदानीं गीताञ्जलि भगिनि. आचार्यः, यथा भवान् इच्छति तथा. मम इच्छानुगुणं न भवति खलु भाषानियमः. मम, अस्तु अस्तु, पठतु एकवारं, पठन्तु. मम इच्छानुगुणं न भवति खलु भाषानियमः. भाषानियमः तत्तु सः तु अस्ति, मम इच्छा तत्र किमपि नास्ति खलु. नियमः नियमः एव, यदि इच्छामि न इच्छामि तत्र तस्य किम् इति. अग्रे. तथा न, उभयथा अपि साधुत्वमस्ति. उभयथा अपि साधुत्वं कथम्? चकारः साकल्येन अन्वयं प्राप्नोति. तत्र मुद्रणदोषः प्रायशः अस्ति. चकारः साकल्येन अन्वयं प्राप्नोति, स्वातन्त्र्येण अपि अन्वयं प्राप्नोति. हा, तत्र प्राप्नोति एव भवति तत्र. हा, साकल्येन इत्युक्ते किं महोदय? तत्र वदति, सः एव वदति वा, वदतु भगिनि. साकल्येन अन्वयस्य उदाहरणं यथा ब्राह्मणः राजपुत्रश्च गृहं जग्मतुः, स्वातन्त्र्येण अन्वयः यथा पटुत्वं सत्यवादित्वं यथा योगेन बुध्यते, शुष्ककाष्ठं च मूर्खश्च भिद्यते न तु नम्यते. अग्रे एकवारं पठामः पूर्वं. एवं तर्हि रामः कृष्णः च गच्छतः इत्यत्र साकल्येन अन्वयः, रामः कृष्णः च गच्छति इत्यत्र स्वातन्त्र्येण अन्वयः, एवं ननु? सम्यक् अवगतं भवता, किन्तु रामश्च कृष्णश्च गच्छन्ति इति तु न प्रयोक्तव्यम्. किमर्थम्? अये मन्दमते अत्र अत्र बहुवचनप्रसक्तिः कथम्? धिक् मां, धिक् मम अज्ञानं, द्वित्वे वदतु भगिनि, वदतु वदतु. हा, द्वित्वे वचनं स्वातन्त्र्येण अन्वये एकवचनं बहुवचनं तु कथमपि न भवति अत्र. चकारप्रयोगे निकटस्थेन कर्तृपदेन क्रियापदस्य अन्वयः अपि दृश्यते, तद्यथा आदित्यचन्द्रवनिलोनलश्च द्यौर्भूमिरापो हृदयं यमश्च अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य व्रतम्. श्रीमन्, चकारः अन्वयाकाक्षिणां सर्वेषां पदानाम् उच्चारणस्य अनन्तरम् एव प्रयोक्तव्यः. उत उपान्त्यशब्दात् पूर्वम् अपि प्रयोक्तुं शक्यः. तन्नाम रामः, लक्ष्मणः, गोविन्दः च विद्यालयं गतवन्तः इत्येव प्रयोक्तव्यम्. उत रामः, लक्ष्मणः च गोविन्दः विद्यालयं गतवन्तः इत्यपि प्रयोक्तुं शक्यते. चकारस्य अन्ते प्रयोगः एव औचित्यम् आवहति इत्येव भाति मम. अन्यथा प्रयोगे विद्वांसः प्रमाणम् इति महोदय, मम अपि मन्दं मन्दं किञ्चित् अस्माकं सर्वं मन्दं मन्दमेव अस्ति. हा, तत्र एतत् अपि भाषापाकः इति पुस्तकमस्ति जनार्दन हेगडे महोदयस्य, बहु समीचीनम् अस्ति. एतत् अन्तिमपुटे अस्ति एतत् चकारप्रयोगः इति, किन्तु सर्वं बहु समीचीनम् अस्ति. तत्र पश्यामः, तत्र उत इत्युक्ते आर् इति, वा इति अर्थे उत. तत्र रामः कृष्णः च गच्छति इति वक्तव्यं वा, अथवा रामः कृष्णः च गच्छति तदपि वक्तुं शक्नुमः वा इति प्रश्नः, शिष्यस्य प्रश्नः. आचार्यः वदति यथा भवान् इच्छति तथा. अतः तत्र रामः कृष्णः च गच्छतः अथवा रामः कृष्णः च गच्छति, द्वयमपि साधु, यथा भवान् इच्छति तथा. अतः एकवचने अपि च द्विवचने क्रियापदं भवितुम् अर्हति इति वार्ता अत्र. हा, अतः शिष्यः वदति मम इच्छा अनिच्छा अनुगुणं न भवति खलु भाषानियमाः नियमः इत्युक्ते यथा अहम् इच्छामि तादृशवाक्यम् अहं न कर्तुं शक्नोमि. तत्र संस्कृतव्याकरणस्य नियमाः सन्ति, तेषाम् अनुसृत्य एव अहम् एतद् वाक्यं रचितुं शक्नोमि. अतः केवलं मम इच्छा अथवा अनिच्छा तद् दृष्ट्वा वाक्यरचनं न भवति खलु इति शिष्यः वदति. अतः आचार्यः वदति तथा न अत्र, अन्यत्र प्रायशः इच्छा अनिच्छा तत्र तद् अनुसृत्य वाक्यरचनं न भवति, किन्तु अत्र द्वयमपि साधु, अत्र उभयथा अपि साधुत्वम् अस्ति, वाक्यद्वयमपि साधुवाक्यम् अस्ति, साधुद्वयमपि वाक्यद्वयमपि साधु अस्ति इति आचार्यः वदति. उभयथा अपि साधुत्वं कथं, तत्र नियमः भवेत् खलु, तत्र एतादृश एव रूपं भवेत् इति. किन्तु अत्र भवान् वदति गच्छतः अपि साधु, गच्छति अपि साधु, तत् कथम् इति शिष्यः पृच्छति. तत्र चकारः साकल्येन अन्वयं प्राप्नोति, स्वातन्त्र्येण अपि अन्वयं प्राप्नोति इति. तत्र साकल्येन इति तत्र कलेक्टिव्लि इति अर्थे अस्ति, स्वातन्त्र्येण इति तत्र इण्डिविजुवलि तत्र रेफरेन्स् भवति इति, तत्र तादृश अर्थे तत्र. अतः तत्र रामः कृष्णः च गच्छतः, तत्र प्रायशः तत्र रामः कृष्णः ग्रामं च गच्छतः इति तादृश अर्थे प्रायशः भवति. तत्र कलेक्टिव्लि किमपि तत्र समूहरूपेण किमपि कृतम् इति तादृश भवति. अथवा रामः अपि, हा वदतु भगिनि. साकल्यं सकलपदस्य भावप्रयोगः वा? हा इति सत्यं भगिनि, सत्यं, सकल इति तस्य भावः. अपि च उभयथा इति पदस्य रूपं किं महोदय? उभयं, तत्र उभयथा अपि साधुत्वं प्रयोगम् अस्ति. प्रयोगं किम् अस्ति महोदय? तत्र इदानीं न स्मर्यते, उभयवाक्यमपि इति तत्र, किन्तु तत्र उभयता इति द्रष्टव्यमस्ति भगिनि. अस्तु उभयता, हा उभयता अव्यय अस्ति महोदय. हा हा, किन्तु तत्र पदस्य निर्माणं किम् इति प्रश्नः. हा द्रष्टव्यमस्ति भगिनि. अस्तु महोदय. हा हा हा, स्त्रीलिङ्गं. अत्र तत्र अत्र सकल, सकलम् इति तत्र किं भगिनि? क्षम्यतां महोदय, तत्र अव्ययम् इति वदति किल, तत्र स्त्रीलिङ्गे कृतं किमर्थम्? उभयथा इति अपि साधुत्वम्, उभयथा अपि साधुत्वम् अस्ति. हा सत्यं, समीचीनप्रश्नः भगिनि. हा तद् द्रष्टव्यम् अस्ति, किन्तु हा इदानीं तद् हा .com, उभयथा इति अव्ययपदम् एव महोदय. अस्तु भगिनि, अस्तु, हा इदानीम् अस्तु, धन्यवादः. इदानीम् अग्रे गच्छामः, धन्यवादः. हा तत्र, अतः तत्र उदाहरणं दत्तमस्ति सकलम् इति, तत्र सर्वम् इति समूहे सर्वेषां सदस्यानाम् अन्वयः भवति इति. तत्र ब्राह्मणः राजपुत्रश्च गृहं जग्मतुः इति, तत्र जग्मतुः इति तत्र गतवन्तौ इति अर्थे तत्र जग्मतुः प्रायशः विरलतया दृश्यते. एतत् लिट् लकारः अस्ति, अपरोक्षभूतकालः, अनद्यतन अपरोक्षभूतकालः. तत्र वेदेषु अथवा पुराणेषु एतद् रूपं दृश्यते, जग्मतुः गतवन्तौ, गृहं गतवन्तौ इति. तत्र द्विवचने अस्ति तत्र जग्मतुः अपि. तत्र स्वातन्त्र्येण अन्वयः यथा, तत्र पटुत्वं सत्यवादित्वं यथायोगेन बुध्यते. तत्र पटुत्वं यथायोगेन बुध्यते, सत्यवादित्वं यथायोगेन बुध्यते. तत्र च अत्र अस्ति वा? तत्र नास्ति, किन्तु अग्रिमवाक्ये अस्ति. शुष्ककाष्ठं च मूर्खश्च भिद्यते न तु नम्यते. कोऽपि वदति वा अर्थः कः इति अत्र? शुष्ककाष्ठं च मूर्खश्च भिद्यते न तु नम्यते. तत्र शुष्ककाष्ठम् इत्युक्ते एकवचने अस्ति, चकारः अस्ति, किन्तु रैट् ब्राञ्च् इति अस्ति, रैट् ब्राञ्च् अपि मूर्खः, मूर्खः, वि केन् सी द डिफ़रेन्स् बट् वि डोण्ट् सल्यूट् ऐदर् वन् इति, डोण्ट् बो डौन् टु ऐदर् वन्. तत्र नम्यते इति एकवचने अस्ति, शुष्ककाष्ठं तु न तु न तु नम्यते, मूर्खश्च न तु नम्यते, अतः चकारः अस्ति किन्तु नम्यते इति एकवचने एव अस्ति. अतः तत्र इदानीं तत्र मध्ये मध्यभागः सर्वे अवगच्छन्ति तत्र किमर्थं तत्र गच्छन्ति इति, किमर्थं साधु नास्ति इति सर्वे अवगच्छन्ति खलु. तत्र द्विवचने भवति नो चेत् अथवा एकवचने भवति, बहुवचने तु न भवति इति. हा इदानीं तत्र तद् आसीत् तत्र दिक् माम् इति सर्वं. हा च पुनः पुनः अस्ति शुष्ककाष्ठं च मूर्खश्च तत्र तत्र श्लोकार्थं तादृशरूपं स्वीकृतमस्ति महोदय. तत्र श्लोकम् अस्ति इति तत्र सुभाषितम् अस्ति इति कृत्वा तादृशरूपम् अस्ति. यदि वाक्यं साधारणवाक्यं वक्तुं शक्नुमः इच्छामः, शुष्ककाष्ठं मूर्खश्च विद्यते न तु नम्यते, तत्र चकारः मध्ये मध्ये अपि स्थापितुं शक्यते, नो चेत् अन्ते भवति. हा केवलं तत्र आङ्ग्लभाषायां यथा कुर्मः तादृशः न करणीयं, किन्तु रामः च कृष्णः च रमेशः च गच्छन्ति इति तद् वक्तुं शक्नुमः, किन्तु अथवा रामः कृष्णः रमेशः च गच्छन्ति इति तद् वक्तुं शक्नुमः. किन्तु अतः तत्र चकारद्वित्वं महत्त्वं नास्ति महोदय अत्र. अस्तु अत्र अग्रे तत्र चकारप्रयोगे तत्र कर्तृपदेन अन्वयः, तत्र धर्मश्च जानाति अन्यत् उदाहरणमस्ति, एतद् वेदेन स्वीकृतम् अथवा स्मृतिः. हा तत्र किं स्मृति तस्मात् स्वीकृतमस्ति, एतद् हितोपदेशे अस्ति, महाभारते एतद् वाक्यम् अस्ति, तत्र आदित्यचन्द्रावनिलो नल अनलश्च द्यौर्भूमिरापो हृदयं यमश्च अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य व्रतं वृत्तं न वृत्तम् इति. एतद् केवलम् एतद् उक्त्वा समापयामः. तत्र च अस्ति खलु, बहुवारम् अस्ति खलु, तत्र अत्र समूहः अस्ति इति जानीमः, किन्तु नरस्य वृत्तं तद् मास्तु, तद् तत्र क्रियापदं जानाति इति अस्ति, जानाति कः जानाति अथवा किं जानाति अथवा का जानाति, यत् सर्वे समूहे सन्ति तत् सर्वं ते सर्वे जानन्ति. तत्र आदित्य जानाति, चन्द्रः जानाति, अनिलः जानाति, अनलः जानाति, द्यौ जानाति, भूमि जानाति, आपः जानाति, हृदयं जानाति, यमः जानाति, अह इत्युक्ते दिनं जानाति, रात्रिः जानाति, उभे च सन्ध्ये धर्मः च जानाति किं नरस्य वृत्तम्. एतत् बहु प्रसिद्धश्लोकः अस्ति, तत्र यद् जनाः वयं कुर्मः तस्य साक्षी अस्ति, तत्र आदित्यः साक्षी अस्ति, चन्द्रः साक्षी अस्ति, ते सर्वे जानन्ति वयं किं कुर्मः इति. तत्र विट्नेस् इति आदित्य ते, किन्तु धर्मश्च जानाति इति एकवचने अस्ति, तत्र समूहः अस्ति, अनेकाः सदस्याः सन्ति, किन्तु क्रियापदे एकवचनरूपमेव अस्ति इति. एतद् महाभारते अस्ति, अपि हितोपदेशे अपि अस्ति, अन्यत्र अपि अस्ति, किन्तु महाभारते एतद् अस्ति वाक्यम्, एतद् वाक्यम् अस्ति. सर्वे अस्माकं साक्षी, यत् वयं कुर्मः लोके तस्य साक्षिणः सन्ति ते सर्वे इति. अतः तत्र केवलम् एतद् मया स्वीकृतं तत्र प्रदर्शितं तत्र एकवचनरूपमपि भवितुम् अर्हति. तत्र छ इति अस्ति किन्तु क्रियापदस्य बहुवचनत्वं भवति इति सर्वदा भवति इति न, अन्यरूपम् अति अपि वक्तुं शक्नुमः इति. एतत् अवगतं वा, बुद्धं वा? एकं प्रश्नं, अनलस्य द्यौ द्यौ द्यौ इति आकाशः इति मन्ये भगिनि, आकाशः तत्र आदित्यः, सूर्यः, चन्द्रः, अनिलः, अनलः, द्यौ, भूमिः, आपो, हृदयं, यमः, अह इत्युक्ते दिनं, रात्रिः, सन्ध्या, धर्मः, ते सर्वे जानाति. किं जानाति? नरस्य वृत्तं. वृत्तम् इत्युक्ते अवर्तत इति वा? तत्र कार्यम् इति अथवा किं किं करोति किमपि अभवत् इति खलु. हा तादृश, तत् हा हा सत्यं सत्यं, नरस्य वृत्तं, हा, आल् देट् वास् डन् बै इति, हा, डन् बै, अस्तु, हा हा हा. अतः तत्र साक्षी इति रूपेण अत्र अस्ति भगिनि. आम्, हा, तत्र जीवनस्य अन्ते तत्र किं किं कृतम्, एतत् कृतं, न न एतत् मया न कृतम् इत्युक्ते न न, साक्षिणः सन्ति. आदित्य दृष्टवान्, चन्द्रः दृष्टवान्, अनिलः दृष्टवान्, नलः अनलः दृष्टवान्, सर्वं ते सर्वे जानन्ति नरस्य वृत्तम् इति, वृत्तान्तं, तादृशवृत्तं किम् अभवत् इति ते सर्वे जानन्ति, अथवा अत्र जानाति इति रूपं स्वीकृतमस्ति. अस्तु, अस्तु, तर्हि अन्य प्रश्नः अस्ति वा अत्र? नो चेत् तत्र विरमाम. तत्र छ अपि एव इति विषये तत्र जनार्दन हेग्डे महोदयस्य एतत् करपत्रं, तस्य पुस्तकात् स्वीकृतम् अस्ति एतत्. हा, अस्तु, तर्हि अग्रिमे वर्गे तत्र गीतासोपाने अग्रे गच्छामः. अस्तु, तर्हि सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. नमस्कारः, धन्यवादः, नमस्कारः, नमस्कारः.